अस्तु, नमस्कारः रामप्रिय भगिनि. अत्र वयं न्यायशास्त्रचिन्तनवर्गे स्मः. द्विशततमे पुटे अन्तिमपरिच्छेदः एवमेव, तस्मात् पठति वा भगिनि? आम् आम् महोदय. नमस्ते महोदय, लक्ष्मी अस्मि. नमस्ते भगिनि, स्वागतम्. इदानीमेव तत्र द्विशततमे पुटे आरम्भं रामप्रिय भगिनि पठिष्यति. अस्तु, प्राप्तं भगिनि, लक्ष्मी भगिनि पुटं प्राप्तम्? अस्तु, कृपया रामप्रिय भगिनि. आम्, एवमेव धूमस्य स्थाने घटं संस्थाप्य चक्रादौ प्रतियोगित्व अभावः दर्शनीयः. प्रकृते च यत्र यत्र धूमः तत्र अग्निः इति वाक्येन वह्नौ धूमव्यापकत्वं बुध्यते चेत् धूमे अपि वह्निव्याप्यत्वं तुल्यवित्तिवेद्यं भवति. एकपदार्थ ज्ञाने नियमेन अपरपदार्थ भानं भवति, अथवा एकपदार्थ ज्ञानेन नियमेन अपरपदार्थ ज्ञानं भवति चेत् तुल्यवित्तिवेद्यम् इति अस्ति शास्त्रीयव्यवहारः. यथा दशरथः रामस्य पिता इति ज्ञाने अवश्यं रामः दशरथपुत्रः इति ज्ञायते. तत्र च पुत्रत्वं पितृत्वं तुल्यवित्तिवेद्यम् इति उच्यते. एवं प्रकृते अपि एकस्य व्यापकत्वे ज्ञाते अपरस्य व्याप्यत्वमपि तुल्यवित्तिवेद्यं भवति. एवञ्च उदाहरणवाक्येन धूमनिष्ठाव्याप्तिः बोध्यते इति सिद्धम्. अस्तु, वयं तु तत्र पञ्च अवयववाक्यानि इति तस्य परिशीलने स्मः. तत्र किं दृष्टवन्तः? प्रतिज्ञा दृष्टवन्तः, हेतु उदाहरण अपनयन निगमनानि इति पञ्च अवयवाः. तत्र इदानीं वयं तु प्रतिज्ञा अनन्तरम् उदाहरणवाक्ये उदाहरणवाक्यम् इत्युक्ते किम् इति तस्मिन् परिशीलने स्मः. तत्र एवमेव इत्युक्ते पूर्वस्मिन् पुटे वयं कटाधिकरणे कपाले विद्यमानः अभावः पठो नास्ति, पुस्तकं नास्ति इति तद् परिशीलितवन्तः. तत्र तस्मिन्नेव तत्र एव वयं धूमस्य स्थाने घटं संस्थाप्य, अस्तु अस्मिन् चित्रे धूमस्य स्थाने घटं संस्थाप्य चक्रादौ प्रतियोगित्व अभावः दर्शनीयः. अस्तु, धूमस्य स्थाने इदानीं यदा घटः इति कार्यम् इति संस्थाप्य चक्रादौ प्रतियोगित्व अभावः. अस्तु, चित्रे किम् अस्ति इति पश्यतु. धूमः अधिक धूमः अधिकरणम् अभावः. अधिकरणं किम्? धूमस्य अधिकरणं किं? तत् अधिकरणं धूमस्य अधिकरणं धूमस्य धूमः कुत्र अस्ति? ओ ओ ओ, पर्वते अस्ति. हा, पर्वतः अधिकरणं पर्वतः अधिकरणम्. आम्, पर्वतः अधिकरणं तद्वृत्ति तत् पर्वते केषां केषाम् अभावः अस्ति? बहूनां विषयाणाम् अभावः अस्ति खलु, सन्ति खलु, पटः, पुस्तकं, घटः. तर्हि तस्य प्रतियोगी अभावस्य निरूपिता प्रतियोगिता घटे अस्ति, अनन्तरं वह्नौ अपि अस्ति. घटे अस्ति, पुस्तके अस्ति, पटे अस्ति, किन्तु वह्नौ अभावस्य प्रतियोगितायाः अभावः अस्ति. प्रतियोगितायाः अभावः, आम् आम् आम्, इत्युक्ते प्रतियोगिता नास्ति. ऐ मीन् वह्नि अभावः न भवितुमर्हति. प्रतियोगितायाः अभावः, पर्वते बहु किमपि नास्ति, पटः नास्ति, घटः नास्ति, पुस्तकं नास्ति. तेषां प्रतियोगिता कुत्र अस्ति? घटे, पटे, पुस्तके अस्ति. किन्तु तादृशप्रतियोगिता वह्नौ नास्ति. यतोहि वह्नेः अभावः न भवितुम् अर्हति धूमस्य अधिकरणे. वह्नेः अभावः न भवितुम् अर्हति. वह्नि भवति एव. अत्र एक उपरितनपरिच्छेदे अभावप्रतियोगित्व अभावः अस्ति. तत्र पश्यतु कार्यादिकरणनिष्ठ द्वितीयपरिच्छेदे अन्तिम उप अन्तिमवाक्यं कार्यादिकरणनिष्ठ अभावप्रतियोगित्व अभावः. तर्हि किमपि अभावः भवतु पर्वते, यस्य अभावः अस्ति तस्य प्रतियोगी घटः पट वा प्रतियोगिता तत्र अस्ति. अभाववस्तूनि प्रतियोगिता अस्ति खलु. पर्वते घटः नास्ति, पुस्तकं नास्ति, तर्हि पुस्तक अभावस्य प्रतियोगिता पुस्तके अस्ति, घटे अस्ति, पटे अस्ति. किन्तु तादृशप्रतियोगिता वह्नौ न भवितुम् अर्हति. यतोहि वह्नेः अभावः एव नास्ति. The absence of fire cannot be negated because there is no absence of fire. घटस्य अभावः प्रतियोगी आनयितुं शक्नुमः, पटस्य अभावः पटम् आनयितुम् शक्नुमः, पुस्तकाभावः पुस्तकं प्रतियोगी आनयितुं शक्नुमः. किन्तु वह्नि अभावः तथा प्रतियोगिता नास्ति बिकास् वह्नि अभावः एव न भवितुम् अर्हति. तर्हि अभावस्य प्रतियोगित्वस्य अभावः वह्नौ अस्ति. किञ्चित् डबल् नेगेटिव्, किञ्चित् डबल् नेगेटिव् कठिनरीत्या उक्तम्, किन्तु अर्थं तथा एव. यथा धूमः अत्र कार्यादिकरणनिष्ठ अभावप्रतियोगित्व अभावः तत्त्वकारणस्य. किमपि कार्यं भवतु, घटः, घटस्य कारणं किम्? एकं कारणं चक्रं. हा, तर्हि चक्रादौ यथा धूमाधिकरणे वह्नि अभावस्य प्रतियोगित्व अभावः अस्ति, तथा एव घटाधिकरणे घटे कपाले प्रायः चक्रं कारणमस्ति. तत्तत् कारणे प्रतियोगिता अभावस्य अभावः भवेत्. चक्र केनाट् बि द प्रतियोगी बिकास् चक्रस्य अभावः न भवितुम् अर्हति घटाधिकरणे. नो चेत् घटः न भवति खलु. चक्रम् आवश्यकं, चक्रस्य अभावे घटः एव न भवति. तर्हि घटाधिकरणे चक्रस्य अभावः न भवितुम् अर्हति. यथा धूमाधिकरणे वह्नि अभावः न भवति. न भवति इत्यस्य भिन्नरीत्या वदामः, तस्य अभावस्य प्रतियोगित्व अभावः अस्ति. कृतं वा? न सम्यक् एव. अभावस्य अभावः. लक्ष्मी भगिनी साधु बुद्धं वा? अभावस्य प्रतियोगित्व अभावः नास्ति इति भवता उक्तम्. इत्युक्ते चक्रे पटः नास्ति, पुस्तकं नास्ति इत्यादि. पटप्रतियोगित्वं पटे एव अस्ति, पुस्तकप्रतियोगित्वं पुस्तके एव अस्ति. प्रतियोगित्वस्य अभावः चक्रे अस्ति. किन्तु चक्रः प्रतियोगी न भवितुं शक्नोति, यतोहि चक्रस्य अभावः एव नास्ति. तदपि चक्रस्य अभावः अपि न भवितुम् अर्हति. अपि च अन्येषां प्रतियोगित्वं प्रतियोगित्वस्य अभावः चक्रे अस्ति. चक्रे किमस्ति? अन्येषां प्रतियोगित्वस्य अभावः. अत्र द्वितीयपरिच्छेदे एकः एकं वाक्यमस्ति, तत् प्रतियोगित्वं पटे पुस्तके वा प्रतियोगित्वं नास्ति इति अभावः चक्रे अस्ति इति. अतः चक्रमपि भवति घटव्यापकं. तत्र डबल् नेगेटिव् अस्ति खलु, प्रतियोगित्वं नास्ति इति अभावः चक्रे अस्ति. प्रतियोगित्वं नास्ति इति अभावः चक्रे अस्ति. चक्रे प्रतियोगित्वस्य अभावः अस्ति. आम् आम्. चक्रं प्रतियोगी न भवितुम् अर्हति, यतोहि चक्रस्य अभावः एव नास्ति. अभावः अस्ति चेदेव प्रतियोगी भवति खलु. तर्हि स्वस्य अभावस्य प्रतियोगी चक्रं न भवति. सम्यक्तया न मीन् तथैव अस्ति. किमर्थं तथा लिखितमिति मा पृच्छतु, तथैव अस्ति. तथैव धूमस्य स्थाने घटं घटः भवति चेत् वह्नेः स्थाने चक्रं, तथा एव चक्रे अभावस्य प्रतियोगित्व अभावः घटाधिकरणे कपाले चक्रादौ चक्रं दण्डः इति किमपि कारणं, यत्किमपि कारणम् अस्ति तत्तत् कारणस्य अभावस्य प्रतियोगित्व अभावः तत्तत् कारणे अस्ति. तदेव कार्यकारणभावस्थले कार्य अधिकरणनिष्ठ अभावप्रतियोगित्व अभावः तत्त्वकारणस्य द्विकारणम् आवश्यकं. कारणस्य अभावः न भवति, अभावः न भवति चेत् अभावस्य प्रतियोगित्वस्य अभावः अपि न भवति इति. खलु अग्रे भगिनि प्रकृते. प्रकृते च यत्र यत्र धूमः तत्र अग्निः इति वाक्येन वह्नौ धूमव्यापकत्वं बुध्यते चेत् धूमे अपि वह्निव्याप्यत्वं तुल्यवित्तवेद्यं भवति. अतः इदं वेद्यं वा वेद्यं वा विद्या खलु, उद्यानं तथा विद्या विद्या वेद्यम् उद्यानं वेद्यं वेद्य न तु ध इति चिन्तयामि. आम् आम् अल्पप्राण अल्पप्राण विद्या उद्यानं विद्यं छिद्यं तथा वेद्यं वेद्यं वेद्यं वेद्यं चेत् ध्यानं तथा भवति खलु. ध्यानं भवति अल्प अल्पप्राण अस्तु. इदानीम् अस्माकं प्रकृत उदाहरणं, यत्र यत्र धूमः तत्र अग्निः इति एतद् वाक्यं स्वीकुर्मः चेत् तत्र वह्नौ तु धूमव्यापकत्वम् अस्ति इति जानीमः. तादृशमेव धूमे अपि यदा वह्नौ धूमव्यापकत्वम् अस्ति तादृशमेव धूमे वह्निव्याप्यत्वम् अस्ति, तदेव तुल्य वित्ति वेद्यं भवति. किं तुल्यवित्तिवेद्यम् इति दत्तमस्ति, एकपदार्थज्ञाने नियमेन अपरपदार्थभानं भवति. यदा वयम् एकपदार्थस्य ज्ञानेन अथवा एकपदार्थज्ञानेन नियमेन अपरपदार्थज्ञानं भवति चेत् तुल्यवित्तिवेद्यम् इति अस्ति शास्त्रीयव्यवहारः, शास्त्रीयः व्यवहारः, पारिभाषिकशब्दः अस्ति तुल्यवित्तिवेद्यम् इति. तत्र एकपदार्थज्ञानेन नियमेन यथा नियमम् अनुसृत्य अपरपदार्थज्ञानं भवति चेत् तस्य नाम भवति तुल्यवित्तिवेद्यम् इति. अस्तु, तत्र अन्यद् उदाहरणमपि दत्तमस्ति, दशरथः रामस्य पिता इति ज्ञाने अवश्यं रामः दशरथपुत्रः इति ज्ञायते. अस्तु, आम्, किम् अस्ति तत्र च पुत्रत्वं पितृत्वं तुल्यवित्ति वेद्यम् एकपदार्थज्ञानेन नियमेन अपरपदार्थज्ञानं भानम् ज्ञानं भानम् अस्तु भवति इति दशरथः रामस्य पिता वा पिता इति जानीमः चेत् रामः दशरथपुत्रः इति अपि वयं ज्ञातुं शक्नुमः तत्र पितृत्वं पुत्रत्वं द्वयो इति तुल्यवित्तिवेद्यम् उच्यते एवं प्रकृते अपि एकस्य व्यापकत्वे ज्ञाते अपरस्य व्याप्यत्वम् अपि तुल्यवित्तिवेद्यं भवति प्रकृते अपि इत्युक्ते अस्माकं यत्र यत्र धूमः तत्र अग्निः तत्र एकस्य व्यापकत्वं धूम वह्नौ धूमव्यापकत्वं ज्ञायते चेत् तत्र धूमे अपि वह्निव्याप्यत्वम् इति तुल्यवित्तिवेद्यं भवति एवञ्च उदाहरणवाक्येन धूमनिष्ठा व्याप्तिः बोध्यते इति सिद्धम् अत्र यदा उदाहरणवाक्यमस्ति यत्र यत्र धूमः तत्र अग्निः इति तत्र धूमनिष्ठा व्याप्तिः बोध्यते तस्मिन् वाक्ये वयं तेन वाक्येन धूमनिष्ठा व्याप्तिः बोध्यते अस्माभिः तुल्यवित्तिवेद्यं बहुवारं दृष्टम् आदेयता अधिकरणता व्यापकः व्याप्यः अन्यत्यं निरूपकः निरूपितः तत्र तादृशसम्बन्धः तत्र अस्ति एकस्य ज्ञानेन अपरस्य ज्ञानमपि भवति खलु कः कुत्र आदेयता अस्ति कुत्र अधिकरणता इति भूतलं घटवत् तत्र जानीमः खलु तथा एव तुल्यवित्तिवेद्यं व्याप्यव्यापकभावः तत्र एतादृश तुल्यवित्तिवेद्यम् अस्ति इति साधितं खलु लक्ष्मी भगिनी खलु आं महोदय अग्रे पठतु कृते हेतुवाक्येन आम् हेतुवाक्येन यद्यपि पर्वते धूमः अस्ति इति बोधितम् परन्तु केवलधूमेन न वह्निज्ञापने अलं यो हि न वह्निव्याप्तिं धूमे जानाति न केवलं धूमं न हि तस्य वह्नि अनुमतिः भवति अतः वह्निव्याप्तिविशिष्टधूमः पर्वते ज्ञातव्यः स च न एतावता बोधितः अतः उदाहरणवाक्येन धूमे व्याप्तिबोधे जाते तादृशधूमः पर्वते अस्ति इति ज्ञापनाय प्रवृत्तम् उपनयमाह तथा चायमिति इह तथा इत्यस्य घटकेन तत्पदेन व्याप्तिविशिष्टः धूमः बोध्यते तथा इत्यत्र यः ताल् प्रत्ययो अस्ति सः आश्रयत्वं बोधयति अयम् इति सर्वनाम पर्वतो बोधकं तस्य च पुरोवर्तित्वात् तथा चाहत्य पर्वतः वह्निव्याप्य धूमवान् इति बोधः जायते अस्तु अत्र पूर्वं वयं पञ्चवकटकव्याख्यानि दृष्टवन्तः खलु तत्र द्वितीयवाक्यमस्ति धूमत्वात् इति हेतुः सो हेतुवाक्येन पर्वते धूमः इति ज्ञातम् इति ज्ञानं भवति किन्तु तत् परन्तु केवलं धूमेन न वह्निज्ञापनाय अलं केवलं धूमं दृष्ट्वा वह्नेः ज्ञानं न आगच्छति तत् पर्याप्तं नास्ति धूमदर्शनं अपि च पर्वतः धूमवान् इति तत् ज्ञानं पर्याप्तं नास्ति पर्वतः वह्निमान् इति अनुमानस्य प्रतीतिं उद्भवनार्थम् अतः यदा यो हि न वह्निव्याप्तिं धूमेन जानाति च केवलं धूमं न हि तस्य वह्नि अनुमतिः भवति. यदि यदि यदि कोऽपि धूमे वह्निव्याप्ति इति न जान वह्निव्याप्तिः अस्ति इति न जानाति, केवलं धूमः एव जानाति, सः यः यः प्रथमवारं धूमः पश्यति तत् सः वह्निव्याप्तिधूमः इति तस्य मनसि न तादृशज्ञानं न ज्ञायते. केवलं वह्नि एतत् धूमं वह्नि एषः धूमः वह्निव्याप्य धूमः इति तस्य मनसि न उद्भव तत् ज्ञानं तस्य मनसि न उद्भवति. अतः वह्निव्याप्यविशिष्टधूमः पर्वते ज्ञातव्यः. धूमः कीदृशधूमः इत्युक्ते वह्निव्याप्तिविशिष्टधूमः पर्वते वह्निव्याप्यविशिष्टधूमः अस्ति इति ज्ञानस्य जननं आगन्तव्यम्. तत् अतः केवलं पर्वते वह्निधूमः इति हेतुवाक्यं पर्याप्तं नास्ति. स च न एतावता बोधितः. सो प्रथमवाक्यमस्ति पर्वतः धूमवान्, न प्रथमवाक्यमस्ति पर्वतः वह्निमान् खलु. आम् अनुमानवाक्यमेव प्रथम पर्वतः वह्निमान्. द्वितीयवाक्यमस्ति हेतु धूमत्वात् इति धूमत्वात् इति. किन्तु केवलं पर्वते धूमः इति वदनेन पर्वतः वह्निमान् एतत् एषः धूमः वह्निव्याप्यविशिष्टधूमः इति तत् वह्निव्याप्यविशिष्टधूमः इति न ज्ञायते. अतः तृतीय वाक्यम् उदाहरणम् आगच्छति. उदाहरणम् आगच्छति, उदाहरणवाक्यस्य आवश्यकता भवति. उदाहरणवाक्यम् अतः उदाहरणवाक्येन धूमे व्याप्तिबोधे जाते तादृशधूमः पर्वते अस्ति इति ज्ञापनाय प्रवृत्तम् उपनयमाह तथा च अयम् इति. अतः उदाहरणवाक्येन एव ज्ञातुं शक्यते धूमः वह्निव्याप्यः इति. उदाहरणवाक्यम् अत्र किम् अस्ति, यथा महानसे धूमः यत्र यत्र धूमः तत्र वह्निः इति पुनः तत्र अनुभवस्य कारणेन तत् उदाहरणं स्वीकृत्य एषः धूमः वह्निव्याप्त धूमः तादृशधूमः एव यथा महानसे तादृशधूमः एव पर्वते अपि इति. अतः तत्र तथा च अयम् इति अत्र तथा इत्युक्ते यथा महानसे तथा च अयम् इति. इह तथा अत्र पूर्वस्मिन् वाक्ये उदाहरणवाक्येन धूमे व्याप्तिबोधे जाते अपि अपि तादृशधूमः पर्वते अस्ति इति स्पष्टतया न उक्तं. प्रायः श्रोता जानाति ओ पर्वते धूमः अस्ति, हेतुवाक्येन धूमत्वात् तेन ज्ञानेन ओ पर्वते धूमः अस्ति इति प्रायः जानाति. अग्रे उदाहरणवाक्यमुक्तं, तत्र धूमः व्याप्तिविशिष्टः इति उक्तं खलु. यत्र यत्र वह्निः तत्र यत्र यत्र धूमः तत्र वह्निः यथा महानसम् इति उदाहरणवाक्यम्. उदाहरणवाक्यं श्रुत्वा व्याप्तिज्ञानं भवति, ओहो वह्निव्यापकः धूमः व्याप्यः इति ज्ञानं भवति. अग्रे व्याप्तिबोधे जाते तादृशधूमः पर्वते अस्ति इति वक्ता वक्तुमिच्छति. कीदृशधूमः व्याप्तिविशिष्टधूमः. अस्तु, तर्हि तथा च अयं किमिति अग्रे उच्यते, अग्रे पठतु. तथा च अयमिति वाक्यं कथं भवति इति तत्र विवरणं इह इह तथा इत्यस्य घटकेन तत्पदेन व्याप्तिविशिष्टः धूमः बोध्यते. इह अत्र तथा इति स्थूलक्षरैः यत् अस्ति तत् तस्य घटकेन तत्पदं घटकेन घटकेन इत्युक्ते घटना अत्र भागेन तथा इति भागेन भागद्वयं तथा च अयम् इति भागत्रयं चिन्तयतु तथा च अयम् इति भागद्वयं तथा अयं तथा भागेन किं तत्पदेन व्याप्तिविशिष्टः धूमः बोध्यते. उदाहरणवाक्येन पर्वते अपि व्याप्तिविशिष्टधूमः अस्ति इति ज्ञायते. तथा अन्वयं करोति उदाहरणस्य अपि च पर्वतः पर्वते यद्धूमः दृष्टः द्वयोः मध्ये सम्बन्धः कनेक्षन् अन्वयः तथा इति पदेन आगच्छति तादृशधूमः इति व्याप्तिधूमः इति तथा इत्यत्र यः ताल् प्रत्ययो अस्ति सः आश्रयत्वं बोधयति. अस्तु अस्तु अत्र ताल् प्रत्ययः कुत्र योगथाल् तथा ओ अस्तु अस्तु तत् योगताल् अस्तु सो लकारः अन्यथा सः आश्रयत्वं बोधयति. अस्तु ओ अस्तु आश्रयत्वं बोधयति इत्युक्ते अत्र इतोपि तत्र किमपि वक्तव्यं वा महोदय आश्रयत्वं तथा कस्य कः आश्रयः कुत्र कुत्र आश्रयत्वं कस्य आश्रयत्वं कः आश्रयः अस्तु अत्र तथा इति पदः एव पदमेव आश्रयत्वं बोधयति इति इति कथनस्य आशा खलु तत् इत्युक्ते अत्र उदाहरणम् एव तत् उदाहरणम् आश्रयं ददाति आश्रयः हेतुवाक्यं पर्वतः धूमत्वात् इति हेतुवाक्यम् आश्रयः कीदृशधूमः इति प्रश्ने सति तथा इति पदेन आगच्छति. तथा किम् अन्वयति इत्युक्ते यथा महानसे महानसं पार्श्वे स्थापयतु अत्र महानसस्य महत्वं नास्ति यथा महानसे धूमः वह्निव्याप्यः तथा न अस्तु वक्तुं शक्नुमः किन्तु अत्र वक्तुं शक्नुमः साधु साधु किन्तु अत्र किमपि पदं महानस न बोधयति तथा च अयमिति वाक्ये महानसस्य किमपि सूचना नास्ति किन्तु तद् वाक्यं महानसम् इति तत्तु तत्र पञ्चघटकवाक्येषु तत् अस्ति खलु यथा महानसम् इति उदाहरणवाक्ये तथा चायम् इति उपनयः तत्र अस्ति इति अत्र चिन्तयतु एकनिमिषम् थाल् इत्यस्य स्थाने तत् आश्रयम् इति चिन्तयतु तत् आश्रयः अयम् इति चिन्तयतु अस्तु तत् इति किं तत्पदेन अस्तु तत्पदेन व्याप्तिविशिष्टः धूमः तस्य आश्रयः कः? धूमस्य आश्रयः पर्वतः. हा सत्यं, तद् आश्रयः व्याप्तिविशेषधूमस्य आश्रयः च अयम्. अयं किम्? अग्रे पठतु. अस्तु, अयम् इति सर्वनाम पर्वतबोधकं तथा च अयं तत्र अयम् इति पर्वतस्य पर्वतः बोध्यते. तस्य च पुरोवर्तित्वात्, किमर्थं पर्वतः बोधित्वे इत्युक्ते तत् पुरोवर्तित्वात्, पुरं वर्तते, समीपमस्ति, पूर्वमुक्तम् इति चिन्तने अस्ति इति तथा. तस्य चर्चा अस्ति खलु, पर्वतस्य चर्चा अस्ति. तथा च आहत्य पर्वतः वह्निव्याप्य धूमान् इति बोधः जायते. उदाहरणवाक्यस्य अनन्तरं तथा इति तथा इति तादृशधूमः एव इति योजयित्वा तदनन्तरं पर्वतः वह्निव्याप्य धूमान् इति बोधः जायते. सम्यक्. अत्र पश्यतु, पूर्वम् अतः वह्निव्याप्तिविशिष्टधूमः पर्वते इति ज्ञातव्यः खलु. तस्य यः वक्ता अस्ति तस्य विवक्षा अस्ति वह्निव्याप्तिविशिष्टधूमः अस्मिन् पर्वते अस्ति इति सः वक्तुम् इच्छति. तस्य स्थाने तथा च अयं, तथा तादृश तदाश्रयः वह्निव्याप्यविशिष्टधूमस्य आश्रयः अयं पर्वतः इति वक्तुम् इच्छति. अहो, उदाहरणवाक्ये मया यदुक्तं, यत्र यत्र वह्नि यथा तत्र धूमः, यत्र यत्र धूमः तत्र वह्नि यथा महानसं, तादृशव्याप्तिविशिष्टधूमः अस्मिन् पर्वते अस्ति, अयं पर्वतः तादृशधूमवान्, व्याप्तिविशिष्टधूमवान्, वह्निव्याप्यधूमवान् इति सर्वं कनेक्ट् करोति. परामर्शवाक्यमेव खलु, पर्वतो वह्निव्याप्यधूमः इति परामर्शवाक्यं. तथा च अयं, चतु रमप्रिय भगिनी. आं महोदय. लक्ष्मी भगिनी साधु खलु, प्रश्नार्थी. साधु महोदय, साधु. अस्तु अग्रे रमप्रिय भगिनी. आम्, हेतोः द्वौ गुणौ अत्र इदं वक्तव्यम्. हेतुज्ञानेन साध्य अनुमितिः भवति इति एतावता आगतमेव. केवलस्य हेतोः ज्ञानेन न साध्योः अनुमितिः भवति, किन्तु गुणद्वयविशिष्टस्य ज्ञानेन. किं तद् गुणद्वयं? न रूपरसादि वैशेषिकशास्त्रागतं. किं तर्हि? व्याप्तिराध्या पक्षधर्मता अपरा. व्याप्तिः आद्या पक्षधर्मता अपरा. उदाहरणवाक्येन व्याप्ति बोध्यते इति उक्तमेव. पक्षधर्मता अपि च प्रतिज्ञाहेतुवाक्याभ्यां बोध्यते. प्रतिज्ञावाक्येन पर्वते वह्निबोधे जाते, पर्वते एव तस्य साधकं किमिति जिज्ञासा भवति. तस्मात् हेतुवाक्येन यः धूमः बोध्यते सः पर्वते एव बोध्यते. तथा च विभिन्नवाक्याभ्यां व्याप्तिः पक्षधर्मता च यद्यपि बोधिता तथापि तथापि न एकेन वाक्येन उभयबोधः इति भवति उपनयप्रवृत्तिः. अस्तु, हेतोः द्वौ गुणौ अत्र इदं वक्तव्यम्. अस्तु, किं वक्तव्यं? हेतु ज्ञानेन साध्य अनुमितिः भवति एतावता आगतम् एव. वयं यदा हेतोः हेतुः ज्ञानम् इत्युक्ते धूमस्य ज्ञानेन साध्य अनुमितिः ज्ञानं तु अनुमितिः भवति इति एतावता आगतम् एव. यदा वयं हेतोः इत्युक्ते आम् धूमत्वात् एव धूमत्वात् किं भवति साध्यस्य अनुमितिः ज्ञानं तु भवति एव इत्युक्ते पर्वतस्य ज्ञानं अनन्तरं वह्नेः ज्ञानम् अनुमिति इत्युक्ते वह्निः आम् तद् भवति एव इति वयं दृष्टवन्तः केवलस्य हेतोः ज्ञानेन न साध्य अनुमितिः भवति आम् केवलं धूमत्वात् इति जानीमः चेत् वयं तु साध्य अनुमितिः ज्ञानं तु अनुमितिः न भवति किन्तु गुणद्वयविशिष्टस्य ज्ञानेन गुणद्वयविशिष्टस्य ज्ञानेन साध्य अनुमितिः ज्ञानं भवति इति वदति वा महोदय कस्य गुणविशिष्टम् अत्र न केवलं हेतुः हेतुः विशिष्टः खलु न साधारणधूमः कीदृशधूमः ओ वह्निव्याप्ति वह्निव्याप्तिविशिष्टधूमः वह्निव्याप्तिविशिष्टधूमः सत्यं तदेव वदति अस्तु तदेव केवलं हेतुः विशिष्टगुणद्वयम् इत्यपि वदति अस्तु किं तत् गुणद्वयम् इत्युक्ते न रूपरसादि वैशेषिकशास्त्र आगतम् गुणद्वयम् इत्युक्ते यद्वयं रूपः रूपं रसम् इति यद् गुणं पठितवन्तः तादृशगुण गुणः नास्ति परन्तु किम् अस्ति इत्युक्ते व्याप्ति आद्य व्याप्तिगुणं प्रथमम् आद्य इत्युक्ते प्रथमगुणः अनन्तरं पक्षधर्मता अपरा प्रथमं तु व्याप्ति व्याप्ति ज्ञानम् अनन्तरं पक्षधर्मता इति गुणद्वयेन वैशेषिकशास्त्रमस्ति खलु न्यायशास्त्रं वैशेषिकशास्त्रम् अत्र अस्माकं पुस्तके न्यायशास्त्रे यद् गुणाः पूर्वं पठितं यथा भवत्या उक्तं रूपरसगन्ध सर्वं तद् वैशेषिकशास्त्रात् आगतं न्यायशास्त्रे स्वीकृतं तदेव उक्तं वैशेषिकशास्त्रात् यदागतं रूपरसः तादृशगुणः अत्र न विवक्षा अत्र गुणः इत्युक्ते धर्मः धर्मः इत्युक्ते कः न्यायशास्त्रे यत्र वृत्तित्वम् अस्ति यथा पुस्तक उत्पीठिकायां पुस्तकमस्ति चेत् पुस्तकं धर्मः उत्पीठिकायाः यतोहि उत्पीठिकायां तस्य वृत्तित्वम् अस्ति पुस्तकस्य तादृशधर्मः न्यायशास्त्रे स्वीक्रियते तदेव व्याप्तिः आद्य पक्षधर्मता अपरा इति अनेन उक्तं गुणद्वयम् इत्युक्ते अस्तु अस्तु इदानीम् उदाहरणवाक्येन व्याप्तिः बोध्यते इति उक्तम् एव तदेव वयं दृष्टवन्तः पूर्वस्मिन् परिच्छेदे यद् उदाहरणवाक्यम् अस्ति पर्वतो वह्निमान् धूमात् इति तस्मिन् वाक्ये तद् व्याप्तिः बोध्यते इति एव वयं दृष्टवन्तः धूमनिष्ठा व्याप्तिः बोध्यते इति पक्षधर्मता अपि च प्रतिज्ञाहेतुवाक्याभ्यां बोध्यते इदानीं पक्ष व्याप्तिविषये तु वयं दृष्टवन्तः आद्या इति यद् अस्ति तत्तु धूमनिष्ठव्याप्तिः बोध्यते इत्यनेन उदाहरणवाक्येन तत्तु सिद्धं द्वितीयम् अस्ति पक्षधर्मता इत्यस्मिन् विषये तत्र प्रतिज्ञा हेतुवाक्याभ्यां बोध्यते पक्षधर्मता केन बोध्यते इत्युक्ते प्रतिज्ञावाक्येन हेतुवाक्याभ्यां धूमात् इति हेतुवाक्यमस्ति तेन बोध्यते साधु वा महोदय अस्तु प्रतिज्ञावाक्येन पर्वते वह्निबोधे जाते पर्वते एव तस्य साधकं किम् इति जिज्ञासा भवति इदानीं प्रतिज्ञावाक्येन पर्वते वह्निबोधे जाते प्रतिज्ञावाक्यं वाक्यं स्वीकुर्मः चेत् तत्र पर्वते किम् अस्ति वह्निबोध पर्वतः वह्निबोधकः प्रतिज्ञावाक्यं किम् प्रतिज्ञावाक्यमस्ति पर्वतो वह्निमान् इति प्रति इति एव किल महोदय आम् सत्यं तर्हि पर्वते वह्निबोधः अस्ति खलु आं वाक्येन आम् वह्निबोधः अस्ति आं पर्वतो वह्निमान् पर्वतः वह्निबोधः पर्वते वह्निबोधे जाते इति पर्वते एव तस्य साधकं किम् इति जिज्ञासा भवति पर्वतो वह्निमान् इति स्वीकुर्मः चेत् तत्र पर्वते एव तस्य साधकं किम् इति जिज्ञासा भवति किमर्थं जिज्ञासा अत्र पश्यतु कोऽपि वदति पर्वतो वह्निमान् तर्हि कथं जानाति भवान् किमपि अस्ति पर्वते एव किमपि भवेत् खलु न तु अपरत् महानस्य वह्नि अस्ति इत्यस्मात् पर्वतो वह्निमान् इति वक्तुं शक्नुमः खलु पर्वते एव किमपि भवेत् खलु इति जिज्ञासा भवति कथं भवान् जानाति किं क्लू अस्ति तत्र तादृश हिण्ट् पर्वते एव भवेत् खलु तस्य साधकं पर्वते एव भवेत् इति जिज्ञासा भवति कथं जानाति भवान् पर्वतो वह्निमान् इति पर्वते किम् अस्ति यत् दृष्ट्वा भवान् वदति इति जिज्ञासा भवति खलु अन्यत्र किमपि दृष्ट्वा तथा भवितुमर्हति कदापि अत्र अन्यत्र तथा न भवति खलु पर्वते प्रतिज्ञावाक्येन पर्वते वह्निबोधे जाते पर्वते एव तस्य किं साधकम् इति प्रश्नः उदेति श्रोतुः मनसि तर्हि वक्ता किं वदति तस्मात् हेतुवाक्येन यः धूमः बोध्यते सः पर्वते एव बोध्यते अस्तु हेतुवाक्यं तु अस्ति धूमत्वात् इति तत्र यद् धूमः इति बोध्यते सः पर्वते एव भवति इति हेतुवाक्येन वयं श्रोतुः मनसि किञ्चित् प्रायः बोधनं भवति तथा च विभिन्नवाक्याभ्यां व्याप्तिः पक्षधर्मता च यद्यपि बोधिता तथापि न एकेन वाक्येन उभयबोधः इति भवति उपनयवृत्तिः इदानीं विभिन्नवाक्याभ्याम् इत्युक्ते प्रथमं तु पर्वतः वह्निमान् इति वाक्यम् अनन्तरं धूमत्वात् इति विभिन्नवाक्याभ्यां व्याप्तिः पक्षधर्मता यद्यपि तद् बोधिता भवति तदापि न एकेन वाक्येन उभयबोधः इति भवति उपनयप्रवृत्तिः एकेन वाक्येन तस्य समाधानं न प्राप्तुं शक्नुमः इति वदति वा महोदय उपनयप्रवृत्तिः प्रायः श्रोता जानाति ओहो परन्तु वह्निमान् तत्र धूमः अस्ति तयोः किमपि सम्बन्धः भवेत् इति सः गेस् कर्तुं शक्नोति ऊहं करोति तथापि सम्यक्तया वक्तव्यम् एकेन वाक्येन तदर्थम् उपनयप्रवृत्तिः कः उपनयः तथा च अयम् इति तादृशव्याप्तिविशिष्ट धूमः अस्मिन् पर्वते अस्ति इति वक्ता स्पष्टीकर्तुम् इच्छति डोण्ट् लीव् रूम् फार् डौट् इति यद्यपि वाक्यद्वयेन सः प्रायः जानाति अत्र वर्गे उक्तं सः तत्र शाब्दपरामर्शः भवति किन्तु सम्यक् वदनं स्पष्टतया वदनं वक्तव्यमिति उपनयवाक्यम् साधु लक्ष्मी भगिनी साधु अस्ति वा हरि ओम् लक्ष्मी भगिनी अस्ति महोदय, म्यूट् मध्ये आसम्, किञ्चित् दूरवाण्यां किमपि अभवत् अन्म्यूट् कर्तुं समये. चिन्ता नास्ति. प्रश्नः अस्ति वा? साधु अस्ति वा? साधु अस्ति महोदय. तत्र वैशेषिकशास्त्रं कथम् इति किमर्थम् उक्तम्? अत्र वैशेषिकशास्त्रे गुणाः, रूपरस गन्धस्पर्श इति सर्वं तत्र वैशेषिकशास्त्रात् आगच्छति. न्यायशास्त्रे तथैव स्वीकृतम्. ओ अस्तु. बहुपूर्वं स्वरूपमहोदयेन उक्तम् अत्र सम्पूर्णतया 100% समानं नास्ति, किन्तु 90% इति समानम् अस्ति. वैशेषिकशास्त्रमपि न्यायशास्त्रं बहुत्र समानं, कुत्र कुत्र तेषां किञ्चित् डैवर्जेन्स् अस्ति इति. रूप किं निरूपणं सर्वं वैशेषिकशास्त्रात् साक्षात् स्वीकृतम्. अस्तु. किन्तु तत्र न अपि अस्ति खलु? अत्र विवक्षा अस्ति किं तद् गुणद्वयं न रूपरसगन्ध इति. यथा वैशेषिकशास्त्रे उक्तं न तादृशरूपरसगुणः अत्र. गुणद्वयविशिष्टं ज्ञानमस्ति खलु अत्र. न रूपरसगन्धस्पर्शसङ्ख्या तादृश न गुणः. अत्र गुणः व्याप्तिः, धर्मः. व्याप्तिः एकः धर्मः, एकः धर्मः पक्षधर्मता, अपरः गुणः इति. गुणस्य अर्थ द्वयमस्ति खलु. गुणः इत्युक्ते रूपरसगन्धः. अत्र तादृश अर्थः नास्ति. न तादृशगुणः वैशेषिकशास्त्रगुणः न. ओ अस्तु अस्तु. अत्र व्याप्तिः एकः गुणः, पक्षधर्मता द्वितीयगुणः. आम् आम्, अस्तु, समीचीनम्. Not to be confused with those gunas of Uparasa. Iti vivaksha. Astu mahodaya. Anya charan sadhu? Am. Bhavad agre patatu kupaya. Nanu. Am. Nanu kim gunadvayena astu vyaptireva hetu gunah. Asti vyaptireva hetu gunah. Bhavati tenaiva anumatihi. किं पक्षधर्मतया सत्यं भवति व्याप्तिमात्रेण हेतुः साधकः, परन्तु साधकोऽपि हेतुः धर्मिविशेषनिर्धारणे असाधक एव स्यात्. परन्तु साधकोऽपि हेतुः धर्मिविशेषनिर्धारणे असाधक एव स्यात्. तादृशं च विशेष्यं धर्मिविशेष अनिर्धारणे. अस्तु. धर्मिविशेष अनिर्धारणे शेषानिर्धारणे असाधक एव स्यात्. तादृशं च विशेष्यं पक्षधर्मतया निश्चीयते, यतोहि यन्निरूपितवृत्तित्वं परामर्शविषयः स एव पदार्थः अनुमितौ विशेष्यविधया भासते न अन्यः. प्रकृते च पञ्चावयववाक्यजन्यबोधेन जायमाने परामर्शे पर्वतः विशेष्यविधया भासते इति स एव अनुमतिविशेष्यः न अन्यः. एकविधं प्रयोजनं बुद्धौ निधाय व्याप्तिः पक्षधर्मता च द्वौ हेतुगुणौ इत्याहुः. अस्तु. ननु किं गुणद्वयेन, अस्तु, अत्र किमर्थं गुणद्वयस्य मुख्यत्वम् इति अहं चिन्तयामि. तत् तस्य अस्तु अस्तु व्याप्तिरेव हेतुगुणः. हेतोः गुणः व्याप्तिः. व्याप्तिज्ञानेन भवति तेनैव अनुमितिः. व्याप्तिज्ञानेन अनुमितेः ज्ञानं भवति, अनुमितिः भवति. किमर्थं पक्षधर्मतः, पक्षधर्मतः इति अन्यगुणः, तस्य आवश्यकं किं? सत्यं भवति व्याप्तिमात्रेण हेतुः साधकः. अत्र सत्यम् इति स्थूलाक्षरैः दत्तं, तत् पूर्वमस्ति वा? आम् इति चिन्तयन् इति चिन्तयताम् इति स्वीकुर्मः. ओ अस्तु अस्तु. तादृशम् अस्तु. सत्यं भवति व्याप्तिमात्रेण हेतुः साधकः इति ज्ञायते. ऐ मीन् वह्निः साधकः इति ज्ञायते. व्याप्ति एव अवश्य व्याप्तिमात्रेण ध्वनिविशिष्ट व्याप्तिविशिष्टधूमः इति ज्ञानं तेन वह्निः साध्यः ज्ञायते. स अतः व्याप्तिमात्रेण हेतुः साधकः इति ज्ञायते. परन्तु साधको अपि हेतुः धर्मविशेष अनिर्धारणे असाधक एव स्यात्. ओ अस्तु, हेतुः यद्यपि हेतुः वह्नेः साधकः तथापि कुत्र अस्ति, कुत्र अस्ति इति तत् ज्ञायते. तस्मिन् विषये असाधकः एव धर्मीविशेष अनिर्धारणे तत्र हेतौ धर्मीविशेषः नास्ति. अनिर्धारणे इत्युक्ते धर्मविशेषः तस्मिन् नास्ति इति, तस्मिन् नास्ति, तत् न धारयति हेतौ. अस्वीकारे. अतः तत् असाधकः एव स्यात्. अत्र हेतुः धर्मः असाधकः. धर्मः कः? धर्मः धर्मः पक्षधर्मः न धर्मः पर्वतः न पर्वतः पक्षः तत् धर्मः अत्र अधिकरणं धूमस्य अधिकरणं धर्मः धूमः एव हेतुः एव धूमः हेतुः धर्मः. धर्मी कः? धर्मी पर्वतः. हा, धर्मीविशेष पर्वते तस्य हेतुः अस्तित्वस्य अस्वीकारे साधकः अपि असाधकः एव स्यात्. ओ अस्तु. इत्युक्ते पर्वतो वह्निमान् प्रतिज्ञावाक्यं किमर्थं धूमवत्वात्? धूमः अन्यत्र कुत्रापि अस्ति चेत् किमर्थं पर्वते वह्नि इति वक्तुं शक्नुमः इति आर्ग्युमेण्ट् अस्ति. यद्यपि हेतुः साधकः भवेत् किन्तु तादृशहेतुः पक्षधर्मता एव हेतुः पक्षधर्मः इति अस्वीकारे हेतुः असाधकः एव स्यात्. अन्यत्रापि धूमः अस्ति चेत् पर्वतः किमर्थं वह्निमान्? पर्वते एव धूमः भवेत् खलु इति साधयति. बुद्धं खलु? आं बुद्धं महोदय. आम्, तादृशं च विशेष्यं पक्षधर्मतया निश्चीयते. धर्मीविशेषः इत्युक्ते धूमस्य अधिकरणं यत् तत् विशेष्यं तत् पक्षधर्मता गुणेन निर्णीतं भवति, निश्चयं भवति, स्पष्टं भवति. हेतौ हि यन्निरूपितवृत्तित्वं परामर्शविषयः स एव पदार्थः अनुमितौ विशेष्यविधया भासते न अन्यः. सो हेतौ वृत्तित्वं धूमौ यत् वृत्तित्वम् अस्ति यदा परामर्श पठितवन्तः तस्मिन् तत्र परामर्शः अधुना एकनिमिषं महोदय. परामर्शः इति व्यापारः खलु. ज्ञानम् अस्ति, ज्ञानमपि अस्ति, तत् व्यापारः अस्ति, व्यापारः अपि खलु. परामर्शः इत्युक्ते परामर्शव्यापारः सत्यम्. अग्रे किं? ज्ञानम् एकप्रकारकज्ञानम् अनुमतिः इति ज्ञानं, परामर्शः अपि ज्ञानं, व्यापारः अपि ज्ञानमेव, एकदृष्ट्या ज्ञानमेव. साधु परामर्शे वृत्तित्वम् अस्ति, आदेयता अस्ति इति इति हेतो हि यन्निरूपितवृत्तित्वं परामर्शविषयः. ओ अस्तु, हेतौ आदौ हेतौ आदेयता अस्ति इति अस्ति इति परामर्शः आदेयता स एव पदार्थः अनुमितौ विशेष्यविधया भासते न अन्यः. अहं एतत् वाक्यं सम्यक् न वक्तुं शक्नोमि महोदय, पुनः तत् चित्रं पश्यत्र द्रष्टव्यं विना चित्रेण. किञ्चित् जटिलता लिखितं, वर्गेपि चर्चा अभवत्. अत्र पश्यतु, हेतौ भूमे यन् निरूपित यत् इत्युक्ते किं, यत् निरूपित यत् किम्, अत्र यत् अस्तु पर्वतः भूमे, किमर्थं पर्वतः ओ पर्वतभूमे पर्वतनिरूपितवृत्तित्वम् ओ अस्तु आम् इति परामर्शविषयः. परामर्शविषयः कः? पर्वतः व्याप्तिविशिष्टधूममान् खलु, आम् आम् इति परामर्शः. तस्य कस्य वृत्तित्वमस्ति? पर्वतनिरूपितवृत्तित्वं हेतोः, हेतुः हेतोः अधिकरणं पर्वतः, तर्हि तत् निरूपितवृत्तित्वं हेतौ अस्ति खलु. तदेव परामर्शस्य विषयः. परामर्शे वृत्तित्वं विषयः अस्ति खलु, किं साध्य अधिकरणनिरूपित अभाववृत्तित्वं हेतौ इति वाक्यं दृष्टं खलु पूर्वम्. साध्य अधिकरणनिरूपितवृत्तित्वस्य अभावः धूमौ हेतौ इति पठितं खलु. तर्हि यद् वृत्तित्वं यद् निरूपितवृत्तित्वं परामर्शविषयः अस्ति, सः यत् पर्वतः स एव पदार्थः, यत् पर्वतः एव पदार्थः अनुमितौ विशेष्यविधया भासते. अनुमितेः वाक्यं किमस्ति? पर्वतः वह्निः व्याप्य धूमवान्, नो चेत् पर्वतः वह्निमान्. अत्र अनुमितिः पर्वतो वह्निमान्, अनुमितिः अस्तु प्रतिज्ञा, अनुमितिः पर्वतः वह्निमान्, परामर्शः एव पदार्थः अस्तु. पर्वतः व्याप्तिविशेष अथवा व्याप्तिः किम् इति तत्र मया उक्तं, साध्य अधिकरणनिरूपितवृत्तित्वभावः तदेव व्याप्तिः खलु. आमां व्याप्तिपदेन आम् आं साध्य अधिकरणवृत्तित्वभावः आम् साध्याभावे अवृत्तित्वं व्याप्तिः. तद् वृत्तित्वं कुत्र अस्ति? पर्वते अस्ति. पर्वते अस्ति आम्. सः पर्वतः एव पदार्थः अनुमितिवाक्ये विशेष्यः. अनुमितिवाक्यं किं भवते, किमुक्तं? पर्वतः वह्निमान्. कः विशेष्यः? पर्वतः विशेष्यः वह्निमान् विशेषः. तर्हि यद् निरूपित पर्वतनिरूपितवृत्तित्वं परामर्शविषयः अस्ति, यः यत् पर्वतः, पर्वतः एव पदार्थः अनुमितो विशेष्यविधया भासते. पर्वतः एव विशेष्यः भवेत्. अस्तु, इत्युक्ते यत्र पक्षधर्मता अस्ति, यत्र हेतु यत् हेतोः अधिकरणम् अस्ति, तदेव अनुमितिवाक्ये विशेष्यः भवेत्. अस्तु, यत् अस्तु यत् हेतुवाक्ये हेतुवाक्ये इत्युक्ते पर्वतः हेतुवाक्ये यत् विशेष्यः भवेत् तदेव अनुमितिवाक्ये अपि विशेष्यः भवेत्. अस्तु, अस्तु, हेतौ हि यत् निरूपितवृत्तित्वं परामर्शविषयः सः एव पदार्थः अन्वितो विशेष्यतया भासते न अन्यः. अस्तु, ओ अत्र पक्षधर्मता, अतः पक्षधर्मता अस्माकं विषयः पूर्वस्मिन् वाक्ये विषय पक्षधर्मता किमर्थं हेतौ नास्ति इति नो हेतौ नास्ति इति न हेतु किमर्थं पक्षधर्मतायाः साधकः पक्षस्य साधकः नास्ति, पक्षस्य असाधकः हेतु इति किमर्थम् इति प्रश्नः. तत्र तादृशं च विशेष्यं पक्षधर्मतया निश्चीयते. अस्तु, हेतु इति हेतुवाक्यं हेतु इति पदं केवलं वह्निव्याप्यधूमः तदेव वह्निव्याप्यधूमः इति हेतुः, किन्तु तत् कुत्र अस्ति इति कुत्र अस्ति स्पष्टतया वक्तव्यं. तस्य वृत्ति इत्युक्ते वह्निव्याप्यधूमः तस्मिन् आदेयत अस्ति, वृत्तित्वम् अस्ति, तस्य वृत्तित्वस्य अधिकरणः कुत्र अस्ति इति ज्ञापनार्थं पक्षधर्मता आवश्यकं. तत् पक्षधर्मता कथम् आनीयते, पूर्वं हेतौ पूर्वं यत् यन्निरूपितवृत्तित्वं परामर्शविषयः, हेतौ यत् वृत्तित्वम् अस्ति तत् पर्वतनिष्ठ इति वाक्यमस्ति खलु, पर्वतनिरूपितवृत्तित्वं हेतौ अस्ति, पर्वतनिरूपितवृत्तित्वम् आम् आम् स एव पदार्थः इत्युक्ते पर्वतः एव, पुनः अनुमितौ विशेष्यः विधया भासते विशेष्य अनुमितौ वाक्यं किम् कथमस्ति इत्युक्ते पर्वतः वह्निमान् पर्वतः वह्निव्याप्य धूमवान्. पुनः अग्रिमवाक्ये पुनः उक्तमस्ति, प्रायः स्पष्टं भवेत्. प्रकृते च अस्तु, प्रकृते च पञ्चावयववाक्यजन्यबोधेन जायमाने परामर्शे पर्वतः विशेष्यविधया भासते इति स एव अनुमितिविशेष्यः न अन्यः. अस्तु, प्रकृते इत्युक्ते अत्र मूलविषयः पञ्चावयववाक्यानि यदि वदामः तस्य तेन तैः यत् ज्ञानं जायते परामर्शस्य ज्ञानं जायते, परामर्शस्य ज्ञाने सति पर्वतः विशेष्यविधया भासते इति स एव अनुमतिविशेष्यः न अन्यः. अनुमतिवाक्ये विशेष्यः विशेषणम् इति अस्ति, तत् विशेष्यः पर्वतः तत् परामर्शे अपि वर्तते. अत्र पश्यतु परामर्शवाक्यं किम्, अयं पर्वतः व्याप्तिविशिष्य धूममान् वह्निव्याप्य धूममान् इति चिन्तयतु. अयं पर्वतः अथवा तादृश वह्निव्याप्य धूमवान् अयं पर्वतः, अस्तु, अस्मिन् परामर्शे कः विशेष्यः, पर्वतः खलु, विशेषणं धूमः, व्याप्तिविशिष्ट धूमः अत्र अस्ति. तर्हि अस्मिन् परामर्शवाक्ये यः विशेष्यविधया भासते पर्वतः, स एव अनुमतिवाक्ये अपि विशेष्य भवेत्. पर्वते एव वह्निव्याप्य धूमवान् अस्ति, धूमः अस्ति, तस्मात् पर्वत एव वह्निमान्. आम् आम् आं सत्यं, वाक्यद्वये पर्वतः एव समानपक्षं समानविशेष्यं भवेत्, न तु अन्यत्र धूमः अस्ति तस्मात् पर्वतो वन्यमान इति न भवति खलु? तथा न, तथा न. अस्मिन् पक्षे व्याप्तिविशिष्टहेतुः अस्ति, असाध्यविशिष्ट असाध्यव्याप्यहेतुः अस्ति अस्ति अस्मिन् पक्षे, तस्मात् अयं पक्षः साध्यवान्. ओन्लि देन्, ओन्लि इफ् व्याप्तिविशिष्टधूमः अस्मिन् पक्षे अस्ति, अस्मिन् पर्वते अस्ति, ओन्लि देन् अयं पर्वतो वन्यमान्. तर्हि विशेष्यं समानं भवेत् परामर्शवाक्ये अनुमितिवाक्ये, अदर्वैस् लाजिक् डजन्ट् वर्क् खलु? आमां, सत्यं. यत्र व्याप्तिविशिष्टहेतुः अस्ति, साध्यव्याप्यहेतुः अस्ति, वह्निव्याप्यधूमः अस्ति, तत्रैव वह्नि अपि भवेत्. तर्हि विशेषः एकः एव भवेत्. तदर्थं पक्षधर्मता आनेतव्यम् इति तस्य आर्ग्युमेण्ट् अस्ति. किमर्थं गुणद्वयं? व्याप्ति एव पर्याप्तं खलु? नो, यः विशेष्यः परामर्शे अस्ति तदेव विशेष्यः अन्वेते अपि भवेत्, अन्वेतौ अपि भवेत्, तर्हि पक्षधर्मता आनेतव्यम्. अस्तु, पक्षधर्मता, पक्षधर्मता इत्युक्ते पर्वते पक्षधर्मता अस्ति इति खलु? हा, सत्यं. पर्वतः पक्षः, धर्मः कः? धर्मः, धर्मः अधिकरणम्. भगिनी, धर्मः कः? पर्वतः पक्षः, धर्मः कः? अस्ति वा? अस्मि महोदय, क्षम्यतां, म्यूट् मध्ये आसम्. पर्वतः इति पक्षः, तस्य धर्मः, पर्वतस्य धर्मः धूमवत्वात् इति वा? धूमः एव, धूमः, धूमः एव. अस्तु, अधिकरणता अन्यधर्मः, तस्य विषये अधिकरणता पर्वते अस्ति, अधिकरणता पर्वते, साधु, धर्मस्य अधिकरणं पर्वतः, धर्मः धूमः अत्र हेतुः. ओ, अस्तु, आमामां, धर्मः धूमः, आम्, अस्तु, पक्षधर्मता धूमे. पक्षः विशेष, धूमे, सो धूमे व्याप्ति अपि अस्ति, पक्षधर्मता अपि अस्ति. ओ, अस्तु, अस्ति. तथा एव तस्मात् एव पर्वतवन्यमान वक्तुं शक्नुमः. सम्यक्तया उक्तम्. एकस्मिन् एकस्मिन् हेतौ किं किम् उक्तं? व्याप्ति अपि च पक्षधर्मता, हा हा, हेतौ भवेत्. अस्तु, नो चेत् अनुमतिः न कार्यं करोति. खलु, अस्तु, अत्र अनुमति कथनस्य आशा अस्ति, अनुमतेः वाक्यस्य स्वरूपं कथम् इति, तस्य तस्मिन् लक्षणानि के कानि इति खलु. सो अनुमतेः वाक्यं किमस्ति? पर्वतेः, पर्वतः वह्निमान्, सत्यं, पर्वतः वह्निमान्. किन्तु वह्नि अत्र साध्यः, साध्यः, साधकः कः इति जिज्ञासा अस्ति. साधकः धूमः, कीदृशधूमः? वह्निव्याप्यधूमः. तत्र महानसस्य उदाहरणम् आनेतव्यम्. वह्निव्याप्य धूमः, अतः धूमे व्याप्ति अस्ति, व्याप्ति अस्ति. पुनः पर्वतः पर्वतः वह्निव्याप्य धूमः, पर्वतः धूमवान्, पर्वतः वह्निव्याप्य धूमवान् इति कथनेन पर्वतः एव तत्र तदपि तदेव धूमस्य अधिकरणः. अतः धूमे नो चेत् हेतौ द्वौ गुणौ, व्याप्तिपक्षधर्मता इति. इत्युक्ते अत्र पक्षधर्मता इत्युक्ते विशेषः अनुमित्तेः वाक्यस्य वाक्ये विशेषः यत् अस्ति, यत् अधिकरणमस्ति, तदेव पक्षधर्मता अपि उच्यते. तदपि ज्ञायते विशेष्यः इति न पक्षधर्मता, विशेष्यः पर्वतः पक्षः. ओ विशेष्यः पर्वतः तस्मिन् पक्षधर्मता. ओ न न समीचीनं महोदय, अन्यत् सर्वं सम्यक्तया उक्तं, केवलं विशेषः पक्षः. विशेषः पक्षः. आम् धर्मः इति धर्मता, पक्षधर्मता इति पक्षस्य पक्षस्य किं गुणः इति अस्तु. किञ्चित् भ्रमात्मकम् अभवत्. अस्तु, अन्ते भवत्या सम्यक्तया उक्तम्. अत्र अन्तिमवाक्यं पठतु, यद्भवत्या उक्तं तदेव अस्ति. एवंविधं प्रयोजनं बुद्धौ निधाय व्याप्तिः पक्षधर्मता च द्वौ हेतुगुणौ इत्याहुः. अस्तु, हेतौ द्वौ गुणौ स्तः ते तौ व्याप्तिः पक्षधर्मता इति. एवंविधं प्रयोजनं बुद्धौ निधाय, अत्र प्रयोजनं विशेष्य अत्र प्रयोजनम् इति पञ्चावयववाक्यस्य विषये प्रयोजनं खलु. किमर्थं पञ्चावयववाक्यं पञ्चावयववाक्येन एव वाक्यानि वाक्यानां द्वारा एव व्याप्ति अपि च पक्षधर्मता ज्ञायते. अस्तु, तदेव वक्तुम् इच्छति अत्र अवश्यम्. इत्युक्ते परतु वन्यमान् धूमत्वात् धूम कुत्र, अन्यत्र कुत्रापि इति न भवेत्, इति न भवेत्. यस्मिन् पक्षे साध्यः अस्ति तत्र स एव धूमस्य अधिकरणं भवेत् एव खलु, हेतोः अधिकरणं भवेत् खलु. तथैव तदर्थं वदति, न केवलं व्याप्तिः, तादृशव्याप्तिविशिष्टहेतुः अस्मिन् पक्षे अस्ति, तर्हि पक्षधर्मता अपि हेतौ अस्ति इति. हेतौ गुणद्वयम् इति भवति उक्तम्, एकः व्याप्तिः, एका व्याप्तिः, अपरा पक्षधर्मता इति गुणद्वयं, धर्मद्वयम् इति उक्तम् अवश्यम्. अस्तु महोदय, साधु. आं साधु, तावदेव पठितं. कामते भगिनि, प्रश्नः अस्ति वा किमपि? न महोदय, स्पष्टम् इति चिन्तयामि. अस्तु, तर्हि स्थगयामः. सर्वेषां धन्यवादः, शुभरात्रिः. धन्यवादः महोदय. धन्यवादः महोदय, शुभरात्रिः. चलतु.